पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 81 ऋषय ऊचुः सुदजीवचिरं साधो श्रीकृष्णचरितामृतं त्वया प्रकाशितं सर्वं भक्तानां भवतारणं श्रीकृष्णलीलां निखिलां ब्रूहि दैनन्दिनीं प्रभो यया कर्णितया साधो कृष्णे भक्तिर्विवर्धते गुरो शिष्यस्य मन्त्रस्य विधानं लक्षणं पृथक् वदास्माकं महाभागत्वं हि नः परमः सुहृद सुत उवाच एकदा यमुनातीरे समासीनं जगद्गुरुं नारदप्रणिपत्याह देवदेवं सदाशिवं नारद उवाच देवदेव महादेव सर्वज्ञजगदीश्वर भगवद्धर्मतत्त्वज्ञ कृष्णमन्त्रविदाम्बर कृष्णमन्त्रामया लब्धास्तत्तो ये च विदुः परे ते सर्वे साधितास्तत्त्वान् मन्त्रराजादयो मया बहुवर्षसहस्रैस्तु शाकमूलफलाशिना शुष्कपर्णाम्बुवायुवादिभोजिना च निराशिना स्त्रीणां सन्दर्शनालापवर्जिना भूमिशायिना कामादिषड्गुणं जित्वा बाह्येन्द्रियनियम्यता एवं कृतेऽपि नैवात्मा सन्तुष्टो मम शङ्कर तद्ब्रूहि यत्प्रसिद्ध्येत संस्काराद्यैर्विना प्रभो सहृदुच्चारणदेव ददादिफलमुत्तमं यदि योग्योऽस्मि देवेश तदा मे कृपया वद शिव उवाच साधुपृष्ठमहाभागत्वया लोकहितैषिणा सुगोप्यमपि वक्ष्यामि मन्त्रचिन्तामणिं तव रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमं न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव वक्ष्यामि युगलं तुभ्यं कृष्णमन्त्रमनुत्तमं मन्त्रचिन्तामणिर्नाम युगलं द्वयमेव च पर्याय अस्य मन्त्रस्य तथा पञ्चपदीति च गोपीजनपदं वल्लभां तन्तुचरुणानिधि शरणं च प्रपद्ये च एष पञ्चपदात्मकः मन्त्रचिन्तामणिप्रोक्तषोडशार्णो महामनुः नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः पदद्वयात्मको मन्त्रो दशार्णः खलु पद्यते एतां पञ्चपदीं जप्त्वा श्रद्धया श्रद्धया सकृद कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः न पुरश्चरणप्रेक्षा नास्यन्यासविधिक्रमः न देशकालनियमो नारीमित्रादिशोधनं सर्वेऽधिकारिणश्चात्र चण्डालान्तामुनीश्वर स्त्रियशूद्रादयश्चापि जडमूकादिपङ्कवः अन्ये हूणा किराताश्च पुलिन्दा पुष्पकास्तथा आभीराय वना कङ्का असाध्या पापयोनयः दम्भाहङ्कारपरमाः पापा पैशून्यतत्पराः गोब्राह्मणादिहन्तारो महो पपादकान्विताः ज्ञानवैराग्यरहिता श्रवणादिविवर्जिताः एते च अन्ये च सर्वे स्युर्मनोरस्याधिकारिणः यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम याचिको दाननिरतः सर्वतन्त्रोपसेवकः सत्यवादी यदिर्वापि वेदवेदाङ्गपारकः ब्रह्मनिष्ठकुलीनो वा तपस्वी व्रततत्परः अत्राधिकारी न भवेत् कृष्णभक्तिविवर्जितः तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च न चाशुश्रूषवे वाच्यं न संवत्सरसेविने श्रीकृष्णे नन्यभक्ताय दम्भलोभविवर्जिने कामक्रोधविमुक्ताय देयमेदत्प्रयत्नदः ऋषिश्चैवाहमेदस्य गायत्री छन्द उच्यते देवता वल्लवीकान्तो मन्त्रस्य परिकीर्तितः सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः आचक्राद्यैस्तथा मन्त्रैः पञ्चाङ्गानि प्रकल्पयेद् अथ वापि स्वबीजेन कराङ्गन्यासकौ चरेद मन्त्रस्य प्रथमो वर्णो बिन्दुना मूर्ध्निभूषितः गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता अन्तिमार्णैर्दशाङ्गानि तैरेव च तथार्चनं गन्धपुष्पादिभिस्तच्च जलैरेवाप्यसम्भवे न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये येद एवास्य मन्त्रस्य न्यासाद्यन्ये वदन्ति च सकृदुच्चारणादेव कृतकृत्यत्वदायिनः तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेद अदध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम पीताम्बरं घनश्यामं द्विभुजं वनमालिनं बर्हि बर्हकृदोत्तंसं शशिकोडिनिपाननं कूर्णाय माननयनं कर्णिकारावदंसिनम् अपि तश्चन्दनेनादमध्ये कुङ्कुमबिन्दुना रजितं तिलकम्भाले बिभ्रदं मण्डलाकृतिं तरुणादित्यसङ्काश्यं कुण्डलाभ्यां विराजितं कर्माम्बुकणिकाराजदर्पणाभगपोलकम् प्रियास्यन्यस्तनयनं लीलापाङ्गोन्नतभ्रुवम् अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकं दशनज्योत्स्नया राजत्पक्वबिम्बफलाधरं केयूराङ्गदसद्रत्नमुद्रिकाभिर्लसत्करम् बिभ्रदं मुरलद्यं वामे पाणौ पद्मं तथैव च काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदं रदिकेलिरसावेश चपलं चपलेक्षणं हसन्तं प्रियया सार्धं हासयन्तं चदां मुहुः युद्धं कल्पतरोर्मूले रत्नसिंहासनोपरि वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह वामपार्श्वे स्थितं तस्य राधिकां च स्मरेत्तदः नीलचोलकसंविदां तप्तहेमसमप्रभां पट्टाञ्चलेना वृदार्थ सुस्मेराननपङ्कजाम् कान्तवक्त्रेण्यस्तनेत्रां चकोरी चञ्चलेक्षणाम् अङ्गुष्टतर्जनीभ्यां च निजकान्तमुखाम्बुजे अर्पयन्तीं पूगफलं पर्णचूर्णसमन्वितं मुक्ताहारस्फुरचारु पीनोन्नदपयोधरां क्षीणमध्यां मृदुश्रोणीं किङ्गिणी जालमण्डितां रत्नताडङ्गकेयूरमुद्रावलयधारिणीं रणकटकमञ्जीर रत्नपादाङ्गुलीयकां लावण्यसारमुग्धाङ्गीं सर्वावयवसुन्दरीं आनन्दरससम्मग्नां प्रसन्नां नवयौवनां सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः तत्सेवनपराभाव्याश्चामरव्यजनादिभिः अथ तुभ्यं प्रवक्ष्यामि मन्त्रार्थं शृणु नारद बहिरङ्गैः प्रपञ्चस्य स्वांशैर्मायादिशक्तिभिः अन्तरङ्गैस्तथा नित्यविभूतैस्तैश्चिदादिभिः गोपनादुच्यते गोपी राधिका कृष्णवल्लभा देवी कृष्णमयी प्रोक्ता राधिका परदेवता सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ततः सा प्रोच्यते विप्रह्लादिनीति मनीषिभिः तत्कला कोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः साधु साक्षान्महालक्ष्मीः कृष्णो नारायणप्रभुः नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम इयं दुर्गा हरिरुद्रः कृष्णशक्र इयं शची सावित्रीयं हरिर्ब्रह्म धूमोर्नासौ यमो हरिः बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किञ्चन चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगद युद्धं सर्वं तयोरेव विभूतिं विद्धि नारद न शक्यते मया वक्तुं वर्षकोटिशतैरपि त्रैलोक्ये पृथिवीमान्यां जम्बूद्वीपं तदोवरम् तत्रापि भारतं वर्षं तत्रापि मधुरापुरी तत्र वृन्दावनं नाम तत्र गोपी कदम्बकं तत्र राधा सखी वर्गस्तत्रापि राधिकावरा सान्निध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम् पृथिवी प्रभृतीनां तु नान्यत् किञ्चिदिहोदितम् सैषा हि राधिका गोपी जनस्तस्याः सखीगणः तस्याः सखी समूहस्य वल्लभौ प्राणनायकौ राधाकृष्णौ तयोः पादाशरणं स्यादिहाश्रये प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः सोह्यं यः शरणं प्राप्तो मम तस्य यदस्थिज सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम इत्यसौ कथितो विप्र मन्त्रस्यार्थः समासदः युगलार्थस्तथा न्यासः प्रपत्तिशरणागतिः आत्मार्पणमिमे पञ्चपर्यायास्ते मयोदिताः अयमेव चिन्तनीयो निवानक्तमदन्द्रितैः इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमाहात्म्ये एकाशीतितमोऽध्यायः ॐ